पद्मपुराणं खण्डं 2 भूमिखण्डम् अध्यायं 7 दिदिरुवाच सत्यमुक्तं त्वया नाथ सर्वमेव न संशयः भर्तृस्नेहं परित्यज्य गदा सा पत्न्यजं द्विज अभिमानेन दुःखेन मानभङ्गेन सत्तम महादुःखेन संतप्ता करिष्ये प्राणमोचनम् कश्यप उवाच श्रूयतामभिदास्यामि यथा शान्तिर्भविष्यति न कस्य भवेत्पुत्रो न माता न पिता शुभे न भ्राता बान्धवः कस्य न च स्वजनबान्धवाः एवं संसारसम्बन्धो मायामोहसमन्वितः स्वयमेव पिता देवि स्वयं माताध बान्धवाः स्वयं स्वजनवर्गश्च स्वयं धर्मसनातनः आचार्येण नरो देवि सुखित्वमुपजायते अनाचारेण पापेन नाशं याति तथा ध्रुवं क्रूरयोनिं प्रयात्येवं नरो देवि न संशयः कर्मणा सत्यहीनेन महापापेन मोहतः रिपुत्वे वर्तते मर्त्यः प्राणिनां नित्यसंस्थितः रिपवस्तस्य वर्तन्ते यत्र तत्र न संशयः मैत्रेण वर्तते मर्त्यो यदा लोके प्रिये शुभे तदा तस्य भवन्त्येव मित्रा सर्वत्र भामिनि कृषिकारो यदा देवि छन्नं बीजं सुसंस्थितं यादृशं तु भवत्येव तादृशं फलमश्नुदे तथा तव च पुत्रैश्च साधुभिः स्पर्धितं सह कर्मणस्तस्य तत्प्राप्तं फलं भुङ्क्ष्व सुसंस्थितम् तव पुत्रा महाभागे तपःशान्तिविवर्जिताः तेन पापेन ते सर्वे पतिता वै महत्पदाद एवं ज्ञात्वा शमं गच्छं मुञ्च दुःखं सुखं तथा कस्य पुत्राश्च मित्राणि कस्य स्वजनबान्धवाः आत्मकर्मानुसारेण सुखं जीवन्ति जन्तवः परार्थे चिन्तनं देवि तत्त्वज्ञानेन पण्डिताः न कुर्वन्ति महात्मानो व्यर्थमेव न संशयः पञ्चभूतात्मकं कायं केवलं सन्धिजर्जरम् आत्ममित्रं कृतं तेन सर्वं देवि सुखाशया आत्मा नाम महापुण्यः सर्वगः सर्वदर्शकः सर्वसिद्धिः सर्वात्मा सात्विकः सर्वसिद्धितः एवं सर्वमयो देवि भ्रमत्येको निरञ्जनः भ्रमदा निर्जनेयेन मूर्तिमन्दो द्विजोत्तमाः चत्वारो दर्शिता पुण्यामूर्तिमन्दो महौजसः पञ्चमश्वसनश्चैव पूर्वाणां मित्रमेव च अधो आत्मा समायादो ज्ञानसाहाय्यमेव वा स तान् दृष्ट्वा महात्मा वै ज्ञानमात्मा समब्रवीद ज्ञानपश्य अमी पञ्च मन्त्रयन्तः परस्परम् एतान् गत्वा ब्रवीहित्वं यूयं क इति पृच्छः ज्ञानं वाक्यं परं श्रुत्वा सार्धं तस्य महात्मनः तदाहात्मानमाराध्य मेधै किं ते प्रयोजनं तत्त्वदो ब्रूहि मे देव सदा शुद्धोऽसि सर्वदा आत्मोवाच एते पञ्चमहाभागारूपवन्दो मनस्विनः गत्वा सन्दर्शयाम्येनाभाष्ये ज्ञानश्रूयताम् भव्यानेतान् प्रवक्ष्यामि पञ्चमीं गतिमागतान् दूतत्वं गच्छ भो ज्ञानकुशलो दूतकर्मणि ज्ञानमुवाच त्वमात्मन् शृणु मे वाक्यं सत्यं सत्यं वदाम्यहम् एतेषां सङ्गदिस्तादकार्या नैव त्वया कदा पञ्चानामपि शुद्धात्मन्न कार्यं शुभमिच्छदा भवद सङ्गतिं मोह इच्छत्येष महामते आत्मोवाच एतेषां सङ्गतिं ज्ञान कस्माद्वारयदे भवान् तन्मे त्वं कारणं ब्रूहि याधा तद्ध्येन पण्डित ज्ञानमुवाच एतेषां सङ्गमात्रा तु महद्दुःखं भविष्यति दुःखमूला हि पञ्चैव शोकसन्तापकारकाः एवमस्तु महाप्राज्ञ करिष्ये वचनं तव ज्ञानमाभाष्य सह्यात्माध्यानेन सह सङ्गतः कश्यप उवाच ततः पञ्चैव ते तत्राद्राक्षुरात्मानमेव तं बुद्धिमूचुस्समाहूय सङ्गच्चात्मानमेव हि दूतत्वं कुरु कल्याणि अस्माकमात्मना सह पञ्चतत्त्वा महात्मानो विश्वस्य धारका शुभाः भवदो मैत्रमिच्छन्ति इत्याभाष्य महामतिं गत्वा बुद्धे त्वया कार्यं कर्तव्यं न इदो व्रज एवमस्तु महाभागा करिष्ये कार्यमुत्तमम् एवमाभाषितं तेषां गत्वा आत्मानमेव तम् अहं बुद्धिर्महाभाग भवं तं समुपागता दूतत्वे महतां पार्श्वात्तेषां त्वं वचनं शृणु भवन्मैत्रीं समिच्छन्ति अक्षयां पञ्च आत्मकाः कुरु मैत्रीं महाप्राज्ञ जहि ध्यानं सुदूरदः ध्यानमुवाच न कर्तव्यं त्वया चात्मन्नैदेषां वै समागमं येषां संसर्गमात्रेण महद्दुःखं भविष्यति मया ज्ञानेन हीनस्त्वं कथं कर्म करिष्यति एवमेव न कर्तव्यं तेषां चैव समागमं गर्भवासं नयिष्यन्ति भवन्तं नान्यथा विभो ज्ञानेनैव मया हीनो अज्ञानं यास्यसि ध्रुवम् एवमुक्त्वा तमात्मानं विरराम महामतिं तदस्तामागतां बुद्धिमात्मा प्रोवाच निश्चितः ज्ञानध्यानौ महात्मानौ मम तृणौ मम शोभनौ तत्र यानं न मे युक्तं तद्बुद्धे किं करोम्यहम् एवं श्रुत्वा ततो बुद्धिस्तेषां पार्श्वे यशस्विनी समाचष्टसमग्रं तत्कथनं ज्ञानध्यानयोः ततस्ते पञ्चका सर्वे आत्मानं प्रदिजग्मिरे मैत्रीमेव प्रदीचामो भवतो नित्यमेव हि यस्माच्छुद्धोऽसि लोकेश तस्मात् त्वां समुपागताः स्वयमेव विचार्यैव उत्तरं नः प्रदीयताम् आत्मोवाच यूयं पञ्चैव सम्प्राप्ता मम मैत्रं समिच्छथा स्वीयं गुणं प्रभावं च कथयन्तु ममाग्रदः भूमिरुवाच सर्वकार्यस्य संस्थानं चर्म मांससमन्वितम् अस्थिमूलदृढत्वं मे न कलोमसमन्वितम् प्रभावो हि महाप्राज्ञकायमध्ये ममैव हि नासिकागमनो गन्धसमे भृत्यो महामनाः आकाश उवाच अहमाकाशकः प्राप्तो मम काये प्रभावकम् श्रूयतामभिधास्यामि परब्रह्मस्वरूपिणम् बाह्यान्तरावकाशश्च शून्यस्थाने वसाम्यहम् तत्रामात्यौदु कर्णौ मे श्रवणार्थं प्रतिष्ठितौ वायुरुवाच पञ्चरूपेण तिष्ठामि करोम्येवं शुभाशुभम् चर्मकाये स्थितो मात्यस्पर्शं संश्रयदे गुणम् तेज उवाच काये संस्थः सदा नित्यं पादयोगं करोम्यहं स बाह्याभ्यन्तरं सर्वं द्रव्याद्रव्यं प्रदर्शये शुक्रं मज्जा तथा लाला एवं त्वक्सन्धिसंस्थितं रुधिरं प्रशयाम्येव कायमध्ये स्थितोऽस्म्यहं तत्र नेत्राव मात्यौ मे द्रव्यलब्धिप्रसाधकौ एवं मायात्मव्यापारस्तवाग्रे कथितः परः जलमुवाचः सुतोषयाम्यहं नित्यममृतेन कलेवरं एवं मे तत्र व्यापारकायपत्तनके प्रिये अमात्यं रसनां विद्धि रसास्वादकरीं परां नासिकोवाच सुगन्धेन परां पुष्टिं कायस्यापि करोम्यहं दुर्गन्धं तु परित्यज्य काये गन्धं प्रदर्शये बुद्धियुक्ता महाभाग तस्याभावेन भाविता स्वामिकार्याय कायेऽस्मिन्नहं तिष्ठामि निश्चला गन्धं मम गुणं विद्धि द्विविधं यत्प्रवर्तितं श्रवणावोचतुः कार्याकार्यादिकं शब्दं लोकैरुक्तं शुभाशुभं शृणु यावत्स्वकार्यस्थौ सत्या सत्ये प्रिया प्रिये शब्दो हि मे गुणप्रोक्तो मम व्यापारमेव हि योजयामि न सन्देहो यदा बुद्धिः प्रपूरयेत् त्वगुरुवाच पञ्चरूपात्मको वायुशरीरेऽस्मिन् व्यवस्थितः स भाग्याभ्यन्तरे चेष्टां तेषां जानामि तत्त्वतः शीतोष्णमातपं वर्षं वायोस्फुरणमेव च सर्वं जानामि संस्पर्शं सङ्गश्लेषाधिकं नृणां स्पर्श एव गुणो मह्यमेतत् सत्यं वदाम्यहम् एवं हि दे समाख्यातो मया व्यापार एव हि नेत्रे ऊचदुः संसारे यानि रूपाणि भव्या भव्यानि सत्तम यदा प्रेरयदे बुद्धिस्तदा पश्यावनान्यथा वसावकायमध्ये वैरूपं गुणमिहावयोः एवं व्यापारसम्बन्धकायमध्ये महामदे जिह्वोवाच बुद्धियुक्ता अहं ताद रसभेदान्विचारये क्षारमम्लादिकं सर्वं नीरसं स्वादुचिन्तये व्यापारेण अनेनापि नित्ययुक्ता वसाम्यहम् इन्द्रियाणां हि सर्वेषां बुद्धिरेषा प्रणायकः एवं पञ्चसमायादानीन्द्रियाणि प्रिये शृणु स्वीयानि यानि कर्माणि कथयन्ति पुनः पुनः अथ बुद्धिसमायादा तमुवाच महामतिं मद्विहीनो यदा कायस्तदा नश्यति नान्यथा तस्मात् त्वं मां समास्थाय वर्तयस्व महामदे अथ कर्मसमायादमात्मानमिदमब्रवीद अहं कर्म महाप्राज्ञ तव पार्श्वं समागतम् त्वां प्रेषयाम्यहं तेन पथा येनेह गच्छति एवमाकर्ण्य तत्सर्वमात्मा प्रोवाच तान् प्रति यूयं पञ्चात्मकैर्युक्तात् सर्वसाधारणा किल कस्मान्मैत्रं समिच्छन्ति तत्र पञ्चात्मकं प्रति ब्रुवन्तु कारणं सर्वे ममाग्रे सर्वमेव तद् पञ्चात्मकाहुजुः अस्मत्सङ्गप्रसङ्गेन पिण्डमेव प्रजायते तस्मिन् पिण्डे महाबुद्धे भवान् वसति सुव्रतः तिष्ठामो हि वयं सर्वे प्रसादात्तव तत्र हि एतस्मात् कारणान् मैत्रीमिच्छामस्तव नित्यशः आत्मोवाच एवमस्तु महाभागा भवतां प्रियमेव च करिष्ये नात्र सन्देहो मैत्रं हि प्रीतिकारणात् वार्यमाणो महाभागो ज्ञानेनापि महात्मना ध्यानेन च महात्मासौ तेषां सङ्गतिमागतः स तैः प्रमोहितस्तत्र रागद्वेषादिभिस्तदा पञ्चतत्त्वसमायुक्तकायित्वं गतवान् प्रभुः यदा गर्भं समायादो विष्ठामूत्रसमाकुले दुर्गन्धे पिच्छिलावर्ते पतितस्तैः स संयुधः अङ्गेन व्याकुलीभूतः पञ्चात्मकानुवाच सः भो भो पञ्चात्मकाः सर्वे शृणुध्वं वचनं मम भवतां सम्प्रसङ्गेन महादुःखेन मोहितः तत्रास्मिन् पिच्छिले घोरे पतितो हि महाभये पञ्चात्मकावूजुः तावत् संस्थीयतां राजन्यावद्गर्भप्रपूरयेत् पश्चात् निर्गमनं ते वै भविष्यदि न संशयः अस्माकं हि भवान् स्वामी कायदेशे व्यवस्थितः राज्यमेवं प्रकर्तव्यं सुखभोक्ता भविष्यति तेषां तद्वचनं श्रुत्वा आत्मा दुःखेन पीडितः गन्तुमिच्छन्नसौ तस्मात् पलायन परो भवद। इति श्रीपद्मपुराणे भूमिखण्डे देवासुरे शरीरकथनं नाम सप्तमोऽध्यायः। ॐ